पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 37 नारद उवाच अन्यानि च महाराज तीर्थानि पावनानि तु वाराणस्यां स्थितानीह संशृणुष्व युधिष्ठिर प्रयागादधिकं तीर्थं प्रयागं परमं शुभं विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम् आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परं सुनीलं च महातीर्थं गौरीतीर्थमनुत्तमं प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च जम्बुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमं गयातीर्थं परं तीर्थं तीर्थं चैव महानदी नारायणपरं तीर्थं वायुतीर्थमनुत्तमं ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमं यमतीर्थं यथा पुण्यं तीर्थं सम्मूर्तिकं शुभम् अग्नितीर्थं महाराज कलशेश्वरमुत्तमं नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च पर्वताख्यं महागुह्यं मणिकर्ण्यमनुत्तमं खडोत्कचं तीर्थवरं श्रीतीर्थं च पितामहं गङ्गातीर्थं तु देवेशं ययातेस्तीर्थमुत्तमं कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमं तत्र लिङ्गं पुराणीयं स्थातुं ब्रह्मा यथागदः तदानीं स्थापयामास विष्णुस्तल्लिङ्गमैश्वरं तत्र स्नात्वा समागम्य ब्रह्मा प्रोवाच तं हरिं मया नीतमिदं लिङ्गं कस्मास्तापितवानसि तमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिर्दृढा मम तस्मात् प्रतिष्ठितं लिङ्गं नाम्ना तव भविष्यति भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवं गन्धर्वतीर्थं सुशुभं वाग्नेयं तीर्थमुत्तमं दौवासिकं व्योमतीर्थं चन्द्रतीर्थं युधिष्ठिर चिन्ताङ्गदेश्वरं तीर्थं पुण्यं विद्याधरेश्वरं केदारतीर्थमुग्राख्यं कालं चरमनुत्तमं सारस्वतं प्रभासं च रुद्रकर्णह्रदं शुभम् कोकिलाख्यं महातीर्थं तीर्थं चैव महालयम् हिरण्यगर्भं गोप्रेक्षं तीर्थं चैव मनुत्तमम् उपशान्तं शिवं चैव व्याघ्रेश्वरमनुत्तमं त्रिलोचनं महातीर्थं लोकार्कं चोत्तराह्वयं कपालमोचनं तीर्थं ब्रह्महत्याविनाशनं शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम् एवमादीनि तीर्थानि वाराणस्यां स्थितानि वै न शक्यं विस्तराद्वक्तुं कल्पकोटिशतैरपि इति श्रीपाद्मे महापुराणे स्वर्गखण्डे वाराणसीमाहात्म्ये सप्तत्रिंशोऽध्यायः ॐ